नमः सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. विषयः अस्ति हल्सन्धि पाठः, धातुपाठे हल्सन्धिः प्रथमः भागः. तत्र अभ्यासः प्रवर्तमानः अस्ति. व्रश्च वा व्रश्च इति धातुपर्यन्तम् अस्माभिः प्राप्तमासीत्. इदानीं स्यन्दु स्यन्द् इति धातुतः आरभ्य वयं पश्यामः. स्यन्द् सा स्यन्द् इत्यतः. तर्हि किम् उमा भगिनी आरब्धुमिच्छति वा? सा स्यन्द् हरि ओम् श्रूयते वा? श्रूयते. पुनरपि स्यन्दु स्यन्दु सा स्यन्द् इति यङ्लुगन्तदातुः सा स्यन्द् सा स्यन्द् ओके. अत्र किं वक्तव्यं किं वक्तव्यम् इत्युक्ते लङ्लकारस्य इत्युक्ते लङ्लकारे प्रथमपुरुषे एकवचने बहुवचने रूपं कथं भवति इति. ओके ओके ओके. स्यन्द् लङ्लकारः स्यन्द् योगः योगः परस्मैपदी योगः सा वदतु. असास्यन्द् असास्यन्द् योगः तकार तकारः इति प्रत्ययः तकारः किमपि वदति वा? न श्रूयते वा? वदामि. वदतु वदतु. स्यन्द् अस्यन् योगः स अन्ते सेण्ड् मीन्स् इट् इस् इट् इस् असास्यन्द् असास्यन्द् योगः तकारः. तर्हि तत्र हलन्तधातुः प्रत्ययः हल् अपृत्तसंज्ञकः अस्ति. तर्हि हल्यादौ दीर्घक्षितिस्य कृत्वा हल् इति सूत्रस्य तकारः लोपः भवति. इति पदमस्ति अत्र सत्यन्द् इति संयोगः अन्ते संयोगः अस्ति. तर्हि तर्हि बहु समीचीनम्. तर्हि तर्हि पदानि तस्य झलि सूत्रस्य न संयोगः अस्ति चेत् किं भवति तत्र? संयोगः अस्ति चेत् नकार सन्द् नकारे सन्द् मीन्स् असास्यन्द् असास्यन्द् इति तत्र नकारदकारयोः संयोगः वर्तते, तर्हि किं भवति तत्र? तत्र तकार सन्द् तकारस्य स्थाने तकारे नकारः अस्ति, तदेव अत्र नकारदकारयोः संयोगः अस्ति चेत् संयोगान्तस्य लोपः इत्यनेन दकारस्य लोपः भवति खलु, पदान्ते संयोगः, अतः संयोगान्तस्य लोपः इत्यनेन दकारस्य लोपः, तर्हि असास्यन् इति रूपं तावदेव असास्यन्। प्रथमपुरुषे एकवचने एवं, मध्यमपुरुषे एकवचने, मध्यमपुरुषे एकवचने अपि तदेव तदेव सकारः असास्यन् तदेव आगच्छति, असास्यन् इति एव आगच्छति, बहु समीचीनं, बहु सम्यक्, सम्यक् सम्यक्, अस्तु समीचीनं, धन्यवादः भगिनि। तर्हि इदानीं सृज् दातुः शोभा भगिनी वदतु। सृज् धातुः, आं भगिनि, सृज् धातोः आट्योगः सृज् तत्र असा सृज् इति प्रथमं भवति, एकक्षणं भगिनि, तत्र असा सृज् तत्र असा किं गुणः भवति असा सर्ज् इति भवति, तदनन्तरं क्षम्यतां भगिनि तत्र अभ्यासस्य अवसरः न प्राप्तः, सृज् सरीसृज् इति धातुः, असरीसृज् असरीसृज् इति सरीसृज् इति धातुः, तत्र अत्र करपत्रे लिखितमस्ति खलु, तत्र एकं सूत्रमस्ति, पठतु, सृजि दृशो जल्य वक्षसि, तत्र कुत्र स्मः इति सृज् इति सर्च् करोति चेत् आयाति, अस्तु क्षम्यतां, तर्हि सृज् सरीसृज् इति, अस्तु सृजि दृश्योर्झल्यं किति इत्यनेन अम् आगमः, सरीसृ आ जकारः, इको एणचि इत्यनेन यण् सरीसृज् इति भवति, तत्र सृजि सृजि दृशेर्झल्यम् अकिति इति इत्यनेन अमागमः, सरीसृ आ ज इको एणचि इत्यनेन यण् भवति इति, तर्हि तत्र सृज् इति धातोः सरीसृज् इति, तत्र एकं सूत्रं सृजि सृज् धातोः कृते सृजि दृश्योः अस्तु, तर्हि तत्र सृज् अपि दृश् धातुभ्यां कृते सूत्रं, तयोः झलि अम् अकिति इति, झलि झल् परे अम् आगमः भवति यदा कित् प्रत्ययः परं नास्ति इति, तर्हि सरीसृ तत्र सृ अपि च सरीसृज् इत्यत्र अम् आगमः भवति, इदानीं तत्र सरि तत्र सृज् इत्यस्य संयोगान्तस्य न न किं किमर्थं जकारस्य लोपः तत्र न अस्ति खलु, क्षम्यताम्, अम् इति आगमः, अतः अम् इति आगमः मित् अस्ति, मित् अस्ति चेत् तत्र किम् अस्ति भगिनि सूत्रं, मिदितो मिदितो मिदितो त्याज् परः मिद चोन्त्यात् परः इति, अस्तु, अतः तत्र अन्त्यात् अचः परः, अन्त्यात् अचः परः, तर्हि तत्र सरीसृज् इत्यत्र त्रू इत्यस्य ऋकारः अन्त अचवर्णः अतः तस्मात् परः आगच्छति तर्हि सरीसृ योग योगः आ इति तदनन्तरं जा भवति अतः इदानीं सरी सृ आ तत्र ऋकारः इक्वर्णः अतः परवर्णः आच्यवर्णः अतः इको इकः यण् अचि इत्यनेन तत्र यणादेशः भवति अतः सरी यण् भवति चेत् सरीस्या इति भवेत् तत्र सरीस्या सरीस्रज् इति अस्तु ऋकारस्य किं भवति तत्र ईक् रेपः भवति अस्तु ऋकारस्य रेपः तत्र उरण्परः इत्यनेन भवति न ऋकारस्य स्थाने आदेशः न जातः खलु अत्र आगमः अस्ति खलु आगमः अस्ति आम् तर्हि सामान्यसूत्रम् इकोयणचि इकोयणचि किन्तु तत्र तर्हि स्रज् इति अभवत् इदानीं तर्हि स्रु इत्यस्य तत्र रेपः रेपः एव हा उरण्परः इति इकोयणचि इत्यनेन किमर्थम् उरण्परः एकक्षणं भगिनि किमर्थम् उरण्परः इत्यनेन नास्ति उह् उह् अण् रापरः तत्र ऋकारः हा तस्य उहु इति षष्टिः भवति उहु अण् तत्र परः भवति इति तत्र किन्तु परनिमित्तं किम् इति अत्र उहु अण् इति अस्ति वा परनिमित्तं किमपि नास्ति उहु अण् रपरः भवति तावदेव रपरः यस्मात् सः रपरः उहु अण् इति अस्ति वा अत्र अण् वर्णः नास्ति खलु न उहु अस्ति परन्तु उहु स्थाने अनादेशः अस्ति वा अत्र नास्ति ऋकारस्य स्थाने आदेशः जायमानः नास्ति अत्र सृजिदस् दृशो जल्यमक् इति तेन अम् आगमः अस्ति सत्यं सत्यं तस्य कार्यमेव नास्ति तर्हि अस्तु तर्हि इकोणेचि इत्यनेन यणादेशः भवति तर्हि यणादेशेन तत्र सरिसृ रेफादेशः सरिसृज् इति भव न इतोपि तत्र यण् किमर्थं तत्र किञ्चित् भ्रमः भगिनि ऋकारः योगः अकारः केवलम् इकोणेचि ऋकार अचिपरे इकः यण् अचिपरे इकः ऋकारः इकः अस्ति अतः इकः इकः स्थाने यण् ऋकारस्य स्थाने कः आदेशः भवितुमर्हति इति चेत् रेपः रेपः सरिसृ इति भवति तदनन्तरम् अकारः सरिसृ सृज् अस्तु अस्तु क्षम्यतां तर्हि अन्तिमरूपं सरिसृज् इति भवति अपि च एतत् सूत्रं नूतनसूत्रम् अस्ति अस्मिन् पाठे अतः तत्र अम् आगमः इति विषयः इदानीम् अस्तु तावत् अस्ति भगिनि तत्र इत्युक्ते तत्र न तावदेव नास्ति तत्तु केवलम् अत्र सरि सृजिदृशजल्लमकिति इति अस्माकं विषयः एव नास्ति तावदेव अस्ति इति न अत्र सरिसृज् इति रूपं स्वीकृत्य सरिसृज् कथं निर्मातव्यम् इति न जानाति चेत् क्लेशः नास्ति यतोहि सूत्रं न पठितम् सरिसृज् इति रूपम् इदानीं स्वीकृत्य भवती अग्रे वदतु तप्रत्ययः अस्ति चेत् किं भवति लङ्लकारे तद्वदतु अस्तु तत्र इदानीम् अट् आगमः अट् योगः सरिसृज् योगः त इति प्रत्ययः लङ् प्रत्ययः तर्हि असरिसृज् योगः त तत्र तकारः हल्ण्याभ्यो दीर्घात् स्तुतिसि अपृक्त इति सूत्रेण तस्य लोपः भवति असरिसृज् इति तिष्ठति इदानीं तत्र अन्यत् किमपि कार्यं नास्ति खलु तत्र असरिसृज् इति संयोगान्तपदं नास्ति अपि च अन्यत् किमपि सन्धिकार्यमपि नास्ति तावदेव भवति इति चिन्तयामि. व्रश्च भ्रश्च आम् इत्युक्ते तद् चोः इत्युक्ते तत्र क्रमेण चिन्तनीयं. प्रथमतया चोः कुः इत्यस्य प्रसक्तिः अस्ति, तर्हि तद् प्रबाद्य व्रश्च भ्रश्च भ्रश्च भ्रश्च सृज सृज मृज सृज इति अस्ति खलु. सत्यं तत्र सृज् इति सृजं व्रश्च भ्रश्च सृजमुज इति सूत्रेण तत्र चोः कुः इति सूत्रं प्रबाद्य किं तत्र किम् आदेशः भवति तत्र तत्र विस्मृतं भगिनी यतोहि सहायं करोतु. तत्र व्रश्च भ्रश्च सृज मृज सूत्रे सृज इति धातु अस्ति, अतः जकारस्य स्थाने शकारादेशः भवति, मूर्धन्यशकारादेशः. व्रश्च भ्रश्च सृज मृज यज राज भ्राज छशां शः इत्यनेन मूर्धन्यशकारादेशः भवति. पदान्ते मूर्धन्यशकारः अस्ति इति कृत्वा जलां जशोन्ते इत्यनेन शकारस्य तृतीयवर्गस्य डकारादेशः भवति. तद् रूपम् एकम् वावसाने इति डकारस्य टकारादेशः अपि टकारः भवति. ट इत्यपि भवितुमर्हति पदान्ते. असरि स्रड् असरि स्रट् इति रूपद्वयम् अस्तु. असरि स्रट् असरि स्रड् इति रूपद्वयम् अस्तु. सम्यक् समीचीनम् सम्यक्. मध्यमपुरुषे एकवचने तत्र समानं खलु भगिनि? समानं समानं सत्यं सत्यं समीचीनम् अस्तु. तर्हि इदानीम् अरुणा भगिनी अग्रे स्वीकरोतु. मूर्च् धातुः यङ् लुगन्तधातुः मोमूर्च् अरुणा भगिनी अस्ति वा भगिनी? अस्तु तर्हि वंशी भगिनी स्वीकरोतु. आं भगिनि तत्र मुमूर्च अस्ति किल मूर्छा इति अस्ति. मूर्च् धातुतः यङ्लुकि मुमूर्च् धातु अस्ति. तत्र मोमूर्च् इति अस्ति. मोमूर्च् इति प्रथमतया तत्र संयोगः अस्ति, अन्ते रेपः चकारस्य संयोगः अस्ति. संयोगान्तस्य लोपः इत्यनेन तत्र भवितुम् अर्हति, परन्तु राल्लोपः इति सूत्रम् आगत्य रेपः परे चकारस्य लोपः भवति जलादिप्रत्यये परे इति स्मरामि. एकं तु जलादिप्रत्यये अस्ति इति स्मरामि. अतः तत्र मोमूर्च्छित्यस्मिन् तु प्रथमम् अडागमः भवति, क्षमताम् आम् अमोमुर्च् इति भवति. अमोमुर्च् तस्मात् तकारः भवति, तकारस्य लोपः भवति. हल्याभ्यो दीर्घाच्युतिश्च प्रोक्तं हल् इत्यनेन अमोमुर्च् इति अस्ति. तस्मात् राल्लोपः इत्यनेन चकारस्य लोपः भवति, यतोहि प्रत्ययलोपे प्रत्ययलक्षणं किं तकारः तिष्ठति एव. अतः तत्र जलादिप्रत्ययपरे इति अवगम्यते. अतः तत्र अमोमुर् इति भवति. अमोमुर् तस्मात् अमोमुर् उपन्तलघुपदस्य च इति कार्यं करोति इति चिन्तयामि. करोति सत्यम्. अमोमुर् अमो अमोमोर् इति भवति अमोमोर् तस्मात् रेपस्य स्थाने खरवसानयोर्विसर्जनीयः इत्यनेन अमोमोः इति रूपं भवति समानरीत्या मध्यमपुरुषे एकवचने अपि सकारः परे अपि अमोमोः इत्येव भवति भगिनि सम्यक् सम्यक् समीचीनम् आम् सम्यक् सम्यक् वस्तुतः यङ्लुगन्तप्रसङ्गे तित् प्रत्ययः वर्तते चेत् तत्र किमस्ति तत्र ईडागमः अपि भवति ईडागमः अपि भवति तत्र एकं सूत्रमस्ति किं भवत्याः ध्वनिः पूर्वं न श्रुतम् इदानीमेव श्रूयते मया तु भवत्याः नाम्नः आह्वानं कृतम् अस्तु सूत्रं किमस्ति भगिनि यङ्गोवा इति सूत्रेण तत्र हलादिपित् सार्वधातुकप्रत्ययः अस्ति चेत् विकल्पेन ईड् आगमः भवति तत्र ईत् ईः इति प्रत्ययः विकल्पेन परन्तु ईत् इत्यत्र ईडागमः प्रत्ययस्य भवति विकल्पेन हलादिपिति तर्हि जलादिना भवति न तत्र अमोमुर् इत्यस्मिन् ईत् आगमः भवति तर्हि विकल्पेन भवति सम्यक् अस्ति तत्र अमोमोः इति रूपम् अस्ति परन्तु विकल्पेन ईत् आगमः अपि भवति तत्र तु अपृक्तसंज्ञा न भवति तदानीम् ईत् इति प्रत्ययः चेत् तत्र अपृक्तसंज्ञकः न भवति इति कृत्वा हल्याभ्यो दीर्घात् इत्यस्य प्रसङ्गः नास्ति तत्र तदर्थम् अस्मिन् करपत्रे तादृशचिन्तनं न कृतम् यत्र ईडागमः भवति तत्र किं भवति इति चिन्तनं न कृतम् अत्र आं भगिनि सत्यम् अस्तु तर्हि अत्र यद् भवती उक्तं तत् समीचीनमस्ति न कोऽपि क्लेशः सम्यक् अस्ति अमोमोहो इति रूपम् अस्तु अग्रे गच्छामः बुद्ध बो बुद्ध इति अरुणा भगिनी वदति वा इदानीं श्रूयते वा अरुणा भगिनी अन्म्यूट् करोतु अस्तु न जाने किं जायमानमस्ति अस्तु तर्हि किं सूर्यकुमारी भगिनी वदतु भगिनि धातु अस्ति यङ्लुगन्तधातु अस्ति अमो बुद्ध लङ्लकार प्रथमपुरुष अमो अबो बुद्ध भवति अबो बुद्धियोगः तकारः हल्नाभ्यो दीर्घात् स्तुतिश्च प्रुक्तालः इत्यनेन तकारलोपः भवति अबो बुद्ध पुगन्तलघुपदस्य इत्यनेन अबो बोध् भवति जलाञ्जस्वन्ते इत्यनेन अबो बोध् भवति अवसाने इत्यनेन अबो बो बोत् भवति तदेव तत्र सकार मध्यमपुरुष एकवचनं सकार अस्ति अबो बुद्धियोगः सकारः न न एकक्षणं किमुक्तवती अबो बोध् इति उक्तवती वा आम् इति कृतवती खलु उगन्तलघुपदस्य कृतं हा भाष्पा इदानीं जषन्तदातुः अस्ति खलु तदेव प्रष्टुमिच्छति जषन्तदातुः अस्ति खलु भगिनि भवति न इदानीं जषन्तः अस्ति अपि च एकाच् अपि अस्ति एकाचो बष बष् इति कृतवती वा न भगिनि तत्र सद्वोः नास्ति खलु किम् ओ ओ पदान्ते अपि भवति खलु एकाचो बशुभष् जषन्तस्य स्त्वोः इति पदान्ते इत्यस्य अनुवृत्तिः अस्ति अतः अतः पदान्ते अपि कार्यं भवति अबोबोध् अबोबोध् महाप्राणभ्वा भवति अबोबोध् अबोबोध् भवति अबोबोध् भवति बकारस्य स्थाने बकार आयाति अबोभो भवति अबोभा भवति अबोभो दकार अस्ति तदनन्तरं दकारस्थाने अल्पप्राणदकार आयाति अबोभोत् भवति वावसाने इत्यनेन अबोभोत् भवति मध्यमपुरुष एकवचने अबोभोत् योगः सकारः तत्रापि एकाचो बसो बस् जसन्तस्य पदान्ते अस्ति तत्रापि बास्थाने भा भवति अबो भो भोद् योगसकारः सकारः अस्ति सकारलोपः भवति हल्नाभ्यो इत्यनेन तत्र अबो भोद् भवति अबो भोत् भवति तत्र दच्च सूत्रमागति सकार अस्ति पर परः अभोभोत् तत्र तत्र एकाचो बशो बश् इति कृतवती वा आम् कृतं भवामि अभोभोत् अभोभोध् इति भवति इदानीं जलं जशोन्ते इत्यनेन अभोभोध् इति अस्ति इदानीं दकारान्तः अस्ति आम् तर्हि दच्छ इत्यनेन रेफा आयाति अभोभोर्भवति अभोभोर्योगः तत्र करवसाने इत्यनेन अभोभोः भवति अभोभोः अभोभोः हो एकं रूपम् इति एकं रूपम् अन्यद् रूपम् अभोभोत् भवति वावसाने इत्यनेन चर्त्वमपि भवति अभोभोत् अथवा विकल्पेन चर्त्वम् अबोभोध् इति खलु बोध् त्रीणि रूपाणि तिपि परे त्रीणि रूपाणि अबोभोद् अबोभोत् अबोभोः अबोभोः अबोभोध् अबोभोध् दच्च विकल्पेन भवति भगिनि विकल्पेन भवति ओके विकल्पेन भवति अतः अन्यस्मिन् पक्षे जस्त्वं चर्त्वमपि भवति आमाम् अस्तु सम्यक् समीचीनं तर्हि इदानीं लक्ष्मीभगिनी अग्रे वदति वा आं भगिनि नमस्ते भगिनि वदामि नमस्कारः भगिनि लाच्छि इति धातुः लाच् इति निर्बन्धरूपं लाञ्च् अत्र इदितो नुम् धातुः इति सूत्रेण नुमागमः लाञ्च् इति अस्ति यङ् लुगन्धधातुः ला लाञ्च् इति अस्ति अडागमने अडागमेन अला लाञ्च् इति भवति अन्ते संयोगः अस्ति नकारचकारयोः तर्हि अत्र संयोगान्तस्य लोपः इत्यनेन अन्तिम संयोगस्य अन्तिमवर्णस्य लोपः जायते पूर्वं तु अलालाञ्चयोग तु इति अस्ति तत्र तकारस्य प्रक्तसंज्ञकस्य लोपः भवति हल्नाभ्यो दीर्घस्वतिस्य प्रक्तं हल् यत्र अलालाञ्च इति अस्ति तत्र पदान्ते अस्ति संयोगः अन्ते अस्ति अन्तिमचकारस्य लोपः भवति संयोगान्तस्य लोपः तर्हि रूपं स्यात् अलालान् इति रूपं नकारान्तधातुः अन्यत् किमपि कार्यं नास्ति अतः अन्तिमरूपं तदेव अस्ति सम्यक् वा भगिनि आमामाम् आम् समीचीनम् अलालाञ्च इति तत्र किम् उक्तवती संयोगान्तस्य लोपः इति उक्तवती खलु अलालाञ्च संयोगान्तस्य लोपः इति न अन्तिमचकारस्य लोपः संयोगस्य अन्तिमवर्णस्य लोपः सत्यं संयोगान्तस्य लोपः इति चकारस्य लोपः अलालान् इति अस्ति मध्यमपुरुषे मध्यमपुरुषे अपि समानकार्यमेव भवति यत्र सकारस्य लोपः जायते पुनः संयोगः अन्ते वर्तते संयोगस्य अन्तिमवर्णस्य लोपः जायते अलालान् इति एव रूपं हा हा समीचीनं समीचीनम् अस्तु भगिनि धन्यवादः अग्रे उषा भगिनी अस्तु भगिनि लास्ट् पेज् ब्रज् वा ब्रज् ब्रश् ब्रश्च इति भवति बा ब्रश्च इति यङ् लुगन्तदातु बा ब्रश्च लङ् रूपम् अभा ब्रश् प्रथमम् अडागमः अडागमः अभा ब्रश्च योगः तकारः तकारः अभा ब्रश्च बा ब्रश्च धातु ब्रश्च अस्ति ब्रश्च ब्रश्च अकारः हल्न्याभ्यो दीर्घातुतस्य पृक्तं हल् इत्यनेन लोपः भवति अबा ब्रश्ज् इति स्थिते संयोगान्तस्य लोपः स्कोः स्कोः संयोगाद्योरन्ते च स्कोः संयोगाद्योरन्ते च इत्यनेन संयोग आदौ स्थितः सकारः ब्रश्ज् सकारजकार संयोग आदौ स्थितः तस्य सकारस्य लोपः भवति स्कोः संयोगाद्योरन्ते च इत्यनेन तत् सूत्रम् अपवादरूपेण कार्यं करोति संयोगान्तस्य लोपः इति प्रसक्तिः भवति परन्तु स्कोः संयोगाद्योरन्ते च इत्यनेन एव कार्यं भवति सकारस्य लोपः भवति अभा ब्रज् भवति अभा ब्रज् इति स्थिते ब्रज् इदानीं शकार भवति वा इति अभा ब्रज् ब्रश्च ब्रश्च ब्रश्च इति कृते अस्ति इत्यनेन अस्ति वा भगिनी इति ब्रश् इति अस्ति खलु साक्षात् ब्रश्च ब्रश्च इति ओके धातु स्टिल् ब्रश्च बट् परन्तु सकारः लोपः भवति ब्रज् इति भवति ब्रश्च ब्रश्च इत्यनेन जकारस्य ब्रश्ज इति शकारः भवति ब्रश् भवति अबा ब्रश् इति रूपम् अस्ति अबा ब्रश् अनन्तरं जलां जशोन्ते कार्यं करोति अबा ब्रेड् भवति अनन्तरं वावसाने इत्यनेन चत्वम् अपि भवति अबा ब्रेड् इति भवति मध्यमपुरुष अपि तदेव कार्यं समानकार्यं समानकार्याणि भवति स्कोः संयोगाद्योर प्रथमं सकारलोपः अनन्तरं प्रत्ययसकारलोपः अनन्तरं स्कोः संयोगाद्योरन्ते च इत्यनेन धातुसकारः लोपः अनन्तरं ब्रश्च ब्रश्च कार्यम् अनन्तरं जलां चशोन्ते समानकार्यमेव अबा अबा अबा ब्रेड् अबा ब्रेड् इति भवति सम्यक् सम्यक् समीचीनम् अस्तु किं विजयलक्ष्मी भगिनी स्वीकरोतु आं भगिनि दद् को अर्थः दद् धारणे इति अस्ति धारणे धारणपोषणयोः इति वा न न न केवलं धारणे धारणे धारणकर्ण पालनकर्ण दद् तकारः हल्न्याभ्यो दीर्घात् सुतिस्य प्रत्तम् हल् इति तकारस्य लोपः. इदानीं दकारः दध् इति अस्ति खलु, तत्र दा दध् एकाचो कार्यं करोति प्रायः, दा धद् इति भवति. कथम् एकाच बश जसन्तः नास्ति खलु, धातुः जसन्तः भवेत्. इत्युक्ते तत्र दाद् यत्र जसन्तः अस्ति एकाचपि अस्ति इति वदति चेत् तत्र निमित्तं कुत्र अस्ति? किं भगिनि निमित्तं? निमित्तम् एकाचो पशुपश इत्यस्य निमित्तम् अस्ति वा अत्र? जशन्तः अस्ति न भगिनि, धकारः अस्ति, धकारः अस्ति खलु, पदान्ते अस्ति. मम दोषः, अल्पमहाप्राणधकारः अस्ति. हा हा हा, वदतु, क्षम्यतां, मम अहम् अल्पप्राणधकारः इति चिन्तितवती. अस्तु अस्तु, महाप्राणधकारः इदानीं वदतु सत्यं. तत्र दा दध् इत्यस्य एकाचो बशो भश् झषन्तस्य स्तोः इति अदा धध् इति भवति. इदानीं पदान्ते धकारः अस्ति, तस्य झलां झषन्ते इति दकारः अयति. अदा धध् द्वावसाने इति अदा धत्. इदानीं पदान्ते दकारः अस्ति चेत् मध्यमपुरुषे किमपि अस्ति, अहं न सम्यक् स्मरामि. पदान्ते दकारः सूर्यकुमारी भगिनी उक्तं केन सूत्रेण रेफादेशः? दश्च दश्च इति सूत्रेण रेफादेशो भवति. अदा तदपि विकल्पेन, अतः अदा धर् इति भवति. तत्तु पूर्वम् अभवत् खलु, तदेव अत्रापि अस्ति. परसूत्रं खलु दश, सम्यक् न स्मरामि भगिनि. एकचो बशबश् इति प्रथमतया भवति, तद् दश्च दश्च इति परसूत्रम्. अतः अदा धद् इत्यत्र दकारस्य रु आदेशः भवति, अदा धर् इति भवति अनुबन्धलोपानन्तरं. तत्र रेफस्य खरवसानयोर्विसर्जनीयः इति विसर्गः आदेशः भवति. अदाधः इति मध्यमपुरुषे रूपत्रयं भवति. परन्तु अहं तु एतत् जीवने कदापि न उपयोगं करोमि. किं यङ्लगन्तरूपं खलु? आमाम्, अत्र हा अत्र केवलं हल् सन्धि अभ्यासार्थम् अत्र दत्तमस्ति. अद्यत्वे तु रूपस्य प्रयोगः न दृश्यते, केवलं यङ् लुगन्त कदा उपयोगं करणीयमिति गतसप्ताहे उक्तवती खलु, वारं क्रिया. अस्तु, अदाधः अदाधत् अदाधद् इति रूपत्रयं मध्यमपुरुष. सम्यक् सम्यक्, समीचीनम्. तर्हि इदानीम् अरुणा भगिनी अस्ति वा? भगिनी भगिनी नमस्कारः. नमस्कारः, इदानीं वदतु, बहु सम्यक्. ब्रह्म भगिनी लुङ् ब्रह्म प्रथमम् अडागमलङ्लकारे अपं ब्रह्म उपयोगः तकार हल्नाभ्यो दीर्घस्य प्रकृतमहालिचितेन लोप भवति. भ्रम् akara lop what happened kevalam samyog antarsya lop bhagadi bambram abambram bram iti asti makara antar asti takarah asti tatra kim asti halnyabhyo iti uktavati kalu तर्हि इदानीं मकारान्तधातुः अस्ति चेत् किमपि सूत्रमस्ति वा अत्र मकारान्तधातोः कृते पदान्ते मकारः अस्ति चेत् किमपि सूत्रमस्ति खलु अत्र पदान्ते मकारः मोनो धातोः इत्यनेन मकारान्तस्य धातोः पदस्य मकारादेशो भवति भगिनी एकः प्रश्नः अस्ति कथं बा ब्रह्म भवति खलु न अत्र अनुनासिकधातुः अस्ति चेत् अत्र भिन्नसूत्रमस्ति भगिनि बा ब्रह्म इति न भवति ओके अनुनासिकान्तधातुः अस्ति चेत् तत्र अन्यत् सूत्रमस्ति तत्र इदानीं यङ्लुगन्धधातोः निर्माणं कथम् इति अस्माकं विषयः नास्ति खलु अतः तत्र यङ्लुगन्धधातोः निर्माणार्थं बहूनि सूत्राणि सन्ति तेषाम् अध्ययनं न जातम् इति कृत्वा तत्र वस्तुतः किं तत्र नकारः आयाति नकारस्य आगमः भवति तत्र उषभगिनी सूत्रं स्मरति वा अनुनासिकान्तो इति किमपि अस्ति खलु किमस्ति तत्र सूत्रम् आं भगिनि 7-4 टुवर्ड्स् द एण्ड् नुगतो नुगतो अनुनासिके च नुगतो अनुनासिकान्तस्य इति एकं सूत्रमस्ति तत्र बहूनि सूत्राणि सन्ति गुणो यङ्लुकोः दीर्घोकितः नीग्वञ्चु संस्रुध्वंसु भ्रंसु कसु भ्रंसु कसपथपदस्कन्धाम् नुगतोऽनुनासिकान्तस्य जप जप दह दश भञ्ज् पशां जलपलोश्च उत्परस्यातः इति एवं रीरुदुपदस्य च रुग्रिकौ च लुकि ऋतश्च इति बहूनि सूत्राणि सन्ति तेषाम् अध्ययनं न जातम् इति कृत्वा तस्य चिन्तनं न कुर्मः अत्र बम्ब बम्ब्रम् इति अस्ति इति स्वीकृत्य वदतु भगिनी सूत्रसङ्ख्या का भगिनी कस्य सूत्रसङ्ख्या इदानीं 7485 अस्तु वदतु सूर्यकुमारी भगिनी किं भगिनि ब्रह्म ब्रह्म बं ब्रह्म इति अस्ति खलु बं ब्रह्म ब्रह्म योगः तकारः तकारलोपो भवति भगिनी अरुणा भगिनी उक्तवती खलु न सूर्य अरुणा भगिनी वदन्ति अस्ति वा इदानीं सूर्यकुमारी भगिनी अरुणा भगिनी क्षम्यतां क्षम्यतां जायते अतः मम भ्रमः अस्ति चिन्ता मकार अन्ते अस्ति अयं चिन्तयामि नोमो धातोः इति नयनं मकारस्थाने नकार आगच्छति अबं भ्रन् भवति अबं भ्रन् इति भवति अभं भ्रन् मध्यमपुरुषे एकवचने मध्यमपुरुषे अपि सामान्यमेव भगिनि सकारलोप भवति मकारस्थाने नकार आगच्छति ओके ओके ओके ओके समीचीनं सम्यक् सम्यक् समीचीनं अत्रापि समानरूपम् अस्तु इदानीं धस् इति रूपम् उमा भगिनी वदति वा दाधस् दाध्रस् तु तकार योजनेन हल्याभ्योगीर्घसुतिस्य प्रत्यं हल्से तकारलोपः भवति अदाध्वस् इति आगच्छति तु सकारः अन्ति चेत् कदासंयोगविसर्जनीयः सूत्रस्य संयोगविसर्जनीय तु विसर्गः आगच्छति अदाद्रः किम् उक्तवती अदाद्रस् इत्यत्र हल्याभ्यो इति उक्तवती वा अदाद्रः तत्र तत्र एकं विशेषसूत्रमस्ति खलु सकारान्तं पदमस्ति चेत् एकं विशेषं सूत्रमस्ति ससदृशरुः इति सामान्यम् अस्ति अदाद्रः इति सामान्यमस्ति परन्तु सकारान्तपदमस्ति चेत् तत्र विशेषसूत्रम् अस्माभिः पठितं खलु पदान्तस्य तिप्यनस्तेः इति सूत्रम् कार अन्ते अस्ति चेत् सारि भगिनि न स्मरामि तत्र लक्ष्मी भगिनी सायं करोतु सकारस्थाने डकार आगच्छति अरुणा भगिनी वदतु तिप्यन्नस्ते एतत् सूत्रेण दिप्पि परे अन्तिमसकारस्य दकारादेशः भवति तर्हि किं भवति तत्र भवति स्थाने दकारादेशः तदनन्तरम् अवसाने तकार भवति जलं जशन्ति सत्यम् अदाद्रद्ध अदाद्रत् इति भवति मध्यमपुरुषे मध्यमपुरुषे किं पुनः उच्चैः वदतु न श्रूयते तदपि समानमेव न न किञ्चित् इतोपि भेदः अस्ति तत्र दच्छ इत्यनेन न दश नास्ति दश इत्यस्मात् पूर्वं सकारान्तं पदमस्ति चेत् तत्र एकं सूत्रमस्ति खलु तिप्यनस्तेः शिपिदातो रूर्वा आमाम् इति अस्ति खलु तेन सूत्रेण पदान्तसकारस्य रु आदेशः भवति दकारः वा सिपि परे समुच्चयार्थः दकारः भवति रु भवति अपक्षे तर्हि वदतु उमा उमा भगिनि किमपि न श्रूयते भगिनि उच्चैः वदतु योगः सकारः अस्ति चेत् हन्याभिदीर्घसुतिस्य कृतमस्ति सकारः लोपः भवति अन्ते नकारः अस्ति चेत् न इदानीं पदान्ते सकारः अस्ति अदाद्रस् इति अस्ति तर्हि सकारस्य का गतिः इदानीं भगिनी उक्तवती खलु सिपि धातो रूर्वा अस्तु अरुणा भगिनी वदतु ऋकार अस्ति चेत् विसर्गः भवति तर्हि रूपम् नास्ति चेत् पूर्वम् एव अदाद्रद् अदाद्रत् उत्तमं सम्यक् सम्यक् उमा भगिनी अवगतवती वा पश्यतु अदाद्रस् योगः सकारः एकक्षणं शृणोतु एकक्षणं शृणोतु अदाद्रस् इति धातुः अस्ति खलु तर्हि तत्र हल्याभ्यो दीर्घसुतिस्य पृक्तं हलितिनेन सकारस्य लोपः तत्तु भवती जानाति अदाद्रस् इति पदमस्ति इदानीं पदान्ते सकारः अस्ति, पदान्ते सकारः अस्ति चेत् लङ्लकारे सर्वदा चिन्तनीयं विशेषम् अस्ति, विशेषसूत्रमस्ति। तर्हि सिपि परे सिपि धातो रूर्वा इति सूत्रेण पदान्ते यः सकारः तस्य स्थाने रू आदेशः भवति अथवा दकारादेशः भवति। तर्हि यस्मिन् पक्षे अदाद्रस् इति सकारः अस्ति तस्य स्थाने रु आदेशः भवति अदाद्ररु अदाद्ररर् इति किमपि अस्ति, तत्र रेपस्य स्थाने विसर्गादेशः सर्वस्थानयोर्विसर्जनीयः इत्यनेन अदाद्रः इति रूपम्, अदाद्रः इति रूपम्। अपक्षे दकारादेशः भवति अदाद्रद् इति दकारादेशः। तर्हि जलां जशोन्ते इत्यनेन तत्र विकल्पेन दकारादेशः न जलां जशोन्ते नास्ति, जलां जशोन्ते प्रबाद्य एव अत्र सिपि दातुरूर्वा। तर्हि अदाद्रद् इति अन्यत् रूपं वावसाने इत्यनेन अदाद्रद् द्रत् इत्यपि रूपम्। ओके त्रीणि रूपाणि सन्ति भगिनि। तिपि परे रूपद्वयम् अदाद्रद् अदाद्रत् समीचीनं खलु, सिपि परे त्रीणि रूपाणि अदाद्रद् अदाद्रत् अदाद्रः अदाद्रः अस्तु इति अस्ति। वस्तुतः इतोपि एकं रूपम् अस्ति, तद् न चिन्तितं यतोहि तत्र विकल्पेन ईकारादेशः भवति, प्रत्ययस्य ईडागमः भवति चेत् अदाद्रसीः इति रूपम् अथवा अदाद्रसीद् अदाद्रसीत् इत्यपि रूपम् अस्ति। तद्विषये तस्य विषये इदानीं चिन्तनं मास्तु। अस्तु तर्हि सृप् इति धातुः वंशी भगिनी वदतु। सृप् इति धातु सरीसृप् इति रूपं भवति, सरीसृप् सरीसृप् अडागमः भवति, असरीसृप् इति भवति, असरीसृप् लोकः तकारस्य लोपः भवति हल्याभ्यो दीर्घाचिप्तम् इत्यनेन असरीसृप् इति पदान्ते अस्ति, अतः तत्र पूर्वं तु पूर्वं गुणः भवति असीसर्प् इति भवति, ऋकारस्य स्थाने अरादेशः भवति असीसर्प् योकः असीसर्प् सर्प् अत्र तु यद्यपि संयोगः अस्ति रेपपकारयोः संयोगः अस्ति, संयोगान्तस्य लोपः प्रबाध्य राल्लोपः आगच्छति, परन्तु राल्लोपः अपि तत्र कार्यं न करोति। न न रे राल्लोपः इति सूत्रस्य प्रसक्तिः कथं न भवति तत्र चक् न रेफात् परः चकारः वकारस्य एव लोपः भवति, तत्र तु पकारः अस्ति रात्सस्य रेफा सकार न रात्सस्य तु रेफात् परः सकारः रात्सस्य इत्यनेन अत्र बाधितम् अस्ति संयोगान्तस्य लोपः इति बाधितम्। सरी सर्प् रेपपकारयोः संयोगः, तर्हि संयोगान्तस्य लोपः इत्यनेन लोपः स्यात्, परन्तु रात्सस्य इत्यनेन रेप् अस्तु रेपात् परः सकारस्य एव लोपः भवेत्, पकारस्य लोपः न भवेत् इति मत्वा तत्र कस्यापि लोपः न भवति, अतः तत्र असरी सर्प् एव तिष्ठति, असी सर्प् तस्मात् जलां जशोन्ते इत्यनेन असी सर्प् असरी सर्ब् हा असरी सर्ब् इति भवति, असरी सर्प् तस्मात् वावसाने इत्यनेन असी सर्प् अपि भवति, अतः तत्र असी सर्ब् असरी सर्प् पकारः असरी सर्प् रूपद्वयं भवति इति चिन्तयामि। सम्यक् वा असरी सर्ब् असरी सर्प् सत्यं सत्यं बहु समीचीनं, धन्यवादः भगिनि। मध्यमपुरुषे अपि एवमेव खलु, समानरीत्या एव भवति न, तत्र किमपि क्लेशः असी सर्प् असी सर्ब् इति एव भवति, तत्र क्लेशः नास्ति। अस्तु, इदानीम् अग्रे शोभाभगिनी जसि शोभाभगिनी कर्तुमिच्छति वा? अहं प्रयत्नं करोमि भगिनि. जसि तत्र जन्स् इति भवति, जा जन्स् इति. जसि तत्र नुमागमः केन सूत्रेण भगिनि? ओ सिपि धातुः, क्षम्यतां, तत्र इदितो नुन् धातोः इति नुमागमः. अस्तु, तर्हि तत्र जसि इत्यस्य अनुनासिक इकारः, तस्य लोपः भूत्वा नुमागमः भवति, इत्यतः नुमागमः जन्स् इति भवति. इदानीं जा जन्स् इति यङ्लुगन्तधातुः, अट् योजनेन अजाजन्स् इति भवति. अजाजन्स् योगः तकारः, तत्र हल्न्याभ्यो दीर्घात् इति सूत्रेण तकारस्य लोपः भवति, पुनः अजाजन्स् इति एव तिष्ठति. इदानीं तत्र पदान्ते संयोगः अस्ति, अपि च सकारान्तधातुः अस्ति, तर्हि संयोगे किं तत्र संयोगे अन्त्यस्य लोपः, तत्र नकारः अस्ति, अतः तत्र किं रेपः नास्ति, अन्यसूत्राणां प्रसक्तिः नास्ति. तर्हि संयोगान्तस्य इति सामान्यसूत्रस्य एव कार्यं भवति. तर्हि सकारस्य लोपः, अन्त्यस्य लोपः अजाजन्स् इत्यस्मात् अजाजन् इति तिष्ठति. इदानीं तत्र अजाजन् इति नकारान्तधातुः भवति इत्यतः तत्र अग्रे कार्याणि न भवन्ति, अजाजन् इति एव तिष्ठति तत्र. मध्यमपुरुषे सम्यक्, मध्यमपुरुषे हा, मध्यमपुरुषे अपि क्षम्यतां, सिपि परे सूत्रम् न, संयोगान्तस्य लोपः इति पूर्वसूत्रमस्ति खलु, अतः तिप्यनस्य इति सूत्रम् असिद्धम्. ओ ओके, शास्त्रासिद्धं सम्यक् अस्ति. स्थिप्यनस्तेः इति सूत्रस्यापि प्रसक्तिः अस्ति, संयोगान्तस्य लोपः इत्यस्यापि प्रसक्तिः अस्ति, द्वयोः युगपत् प्रसक्तिः. स्थिप्यनस्तेः इति सूत्रं शास्त्रासिद्धं, परसूत्रं शास्त्रासिद्धम्. तिप्यनस्तेः इति तत्र एकक्षणं भगिनि, सूत्रसङ्ख्या किं तत्र 8.273 अस्ति, संयोगान्तस्य लोपः इति पूर्वसूत्रम्, अतः अस्तु तस्य कार्यमेव भवति. तावत् अस्ति खलु भगिनि? सम्यक् सम्यक्, समीचीनं, धन्यवादः. धन्यवादः. तर्हि इदानीं हुर्च, हुर्च जो हुर्च इति धातुः किं लक्ष्मीभगिनी वदति वा? आं भगिनि, प्रयत्नं करिष्यामि. हुर्च निर्बन्धलोपानन्तरं हुर्च जो हुर्च अजो हुर्च योगत इति स्थितिः. अत्र रेफचकारयोः संयोगः, राल्लोपः कार्यं करोति, अजो हुर् इति भवति, तकारस्य न अजो अजो हुर् इति भवति. इदानीं गुणस्य प्रसङ्गः, पुगन्धलघुपतस्य च अजो होर् योगत् इदानीं हल्ङाभ्युदीर्घसूत्रस्य प्रत्तं हल् तकारस्य लोपः अपृतसंज्ञकस्य अजो होर् इति स्थितिः. इदानीं विसर्गादेशः खरवसाने विसर्जनीयः, इत्यनेन रेफस्य विसर्गादेशः भूत्वा अजोहोः इति. समीचीनं वा भगिनि? आमाम्, अजोहोः इति सम्यक् अस्ति. सकारे मध्यमपुरुषे एकवचने समानकार्यमेव भवति, चकारस्य लोपः, राल्लोपः, पुगन्धलघुपदस्य च गुणकार्यं. सकारस्य लोपः हल्ङ्गाभ्युदीर्घात् ऋत्वविसर्गादेशः ऋत्वा अस्ति विसर्गादेशः सम्यक् सम्यक् सम्यक् अस्तु अग्रे विजयलक्ष्मीपत्नी वृत् वरी वृत् वरी वृत् वरी वृत् वृत् रेफः अस्ति तत्र तकारस्य अवरी वृत् तकारः हल्ज्ञाभ्यो दीर्घात् श्रुतिस्य प्रक्तं हल् इत्यनेन लुप्यते वृत् इत्यत्र पुगन्तलघुपदस्य च रेफादेशः भवति वृत् वर्त् इति भवति सम्यक् वा भगिनी पुगन्तलघुपदस्य च इत्यनेन अर्रादेशः वरि वर्त् इति भवति सम्यक् वरि वर्त् जलां जशोन्ते इति वरि वर्द् न तस्मात् पूर्वम् अत्र चिन्तनीयम् इदानीं पदान्ते रेप रेपतकारयोः संयोगः अस्ति तत्र किं भवति इति क्रमेण चिन्तनीयम् पदान्ते रेफ सकार तत्र तु सकारः नास्ति अतः स्को संयोगाद्यो न न न सारि रेफ सकारयोः भवति चेत् रात्सस्य तत् तस्य तु अत्र प्रसक्तिः नास्ति राल्लोपः इति अन्यत् सूत्रं न न न अत्र रेपात् परस्य सकारस्य एव लोपः रात्सस्य नियमसूत्रं कार्यं न करोति किं कार्यं न करोति रात्सस्य इति सूत्रस्य अत्र प्रसक्तिः नास्ति न अत्र सूत्रस्य प्रसक्तिः अस्ति रात्सस्य इति सूत्रस्य प्रसक्तिः अस्ति इति कृत्वा संयोगान्तस्य लोपः इत्यस्य कार्यं न भवति अस्तु यतोहि रात्सस्य इति सूत्रे भागद्वयमस्ति रेपात् परस्य सकारस्य लोपः भवति इति एकः भागः परन्तु अन्ये अन्यवर्णः अस्ति चेत् न भवति इति निषेधः अपि वर्तते अतः रात्सस्य इति सूत्रेण संयोगान्तस्य लोपः इत्यस्य बाध्यते कार्यं बाध्यते अतः रेफ रेफतकारयोः संयोगः तिष्ठति अतः अवरि किम् इति एव विस्मृतवती वरि वरि वृत्वा किम् आसीत् वरि वृत् एव खलु भगिनि वरि अवरि वर्त् अवरि वर्द् इति अन्ततो गत्वा रूपद्वयं भवति वरिवर्त् वरिवर्द् सम्यक् सम्यक् समीचीनं तत्र किमपि लिखितमस्ति वृत् वृत् वरिवृत् अवरिवृत् भवती उक्तवती तत् इदानीं तत्र दर्शनस्य आवश्यकता नास्ति इदानीं सिपिपरे किं भवति इति वदतु दृष्ट्वा ओरात्सस्य सिपिपरे सिपिपरे तकारः दकारः दकारः भवति चेत् दकारः अस्ति झलां जशोन्ते इत्यनेन दकारः भवति चेत् तत्रापि रु आदेशः भवति वा भगिनी आमामाम् अवश्यं भवति तर्हि वरि तत्र लिखितमस्ति तत् पठतु इदानीं सिपि परे सिपि परे अवरीवृत् यथा तिपि परे अवरीवर्त् अवरीवर्द् दश्च इत्यनेन सिपि परे धातोः पदान्तदकारस्य स्थाने विकल्पेन रु आदेशो भवति अवरीवर् अतः रो रि इत्यनेन रेफस्य रेफे परे लोपः राल्लोपः रलोपः ढ्रलोपे पूर्वस्य दीर्घोणः अवरीवर् तत्र वकारः दीर्घः भवति दकार सोरि वकारस्य अनन्तरम् अकारस्य दीर्घादेशो भवति अतः अवरीवार् इति भवति अरि अवरीवाः इति सिद्ध्यति अस्तु सो सिपि परे रेफात् दश्च इत्यनेन दकारस्य स्थाने रेफादेशः भवति तत्र रेफस्य रेफात् अनन्तरं रेफः अस्ति इति कृत्वा रोरि इति सूत्रेण एकस्य रेफस्य लोपः भवति परन्तु रेफात् पूर्वं यद् अच्वर्णः अस्ति तस्य दीर्घो दीर्घोणः अण अच्न अण् भवति अतः वकार उत्तरवर्ति अकारस्य दीर्घादेशः आकारः भवति अवरीवार् इति भवति खरवसानयोर्विसर्जनीयः इति अवरीवाः इति भवति अवरीवाः अवरीवर्त् अवरीवर्त् इति रूपत्रयं सिपि परे सम्यक् समीचीनम् धन्यवादः भगिनी सम्यक् अस्ति तर्हि इदानीं तत्र सूत्रस्य अर्थः रोरि अपि च ड्रलोपे पूर्वस्य दीर्घोणः इति सूत्रद्वयं पठितं वा पूर्वम् अत्र पठितं वा इति न इति चिन्तयामि भगिनि न इति अतः पुनः एकवारं पठित्वा अवगच्छामः तर्हि अत्र किमस्ति सूर्यकुमारी भगिनी पठति वा रोरि इति सूत्रं भगिनि रोरि अष्टाध्याये सूत्रसङ्ख्यायाः आवश्यकता नास्ति केवलं रेफस्य लोपः रेफे रेफे परे रः षष्ट्यन्तं रि सप्तम्यन्तं द्विपदमिदं सूत्रं दोडे लोपः इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः तयोर्यावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति रः लोपः रि संहितायां तत्र रकारपरे रकार अस्ति चेत् प्रथमरकारलोपः भवति इति सूत्रं वदति तदनन्तरं ड्रलोपे पूर्वस्य दीर्घोणः इत्यनेन अनः अनः प्रत्याहारे ऐवोन् अस्ति ऐ ऊ अस्ति धरेपयोर् लोपनिमित्तयोः पूर्वस्य अनौ अनौ दीर्घः टकाररेफयोः लोपस्य निमित्तक टकाररेफे परे अन्प्रत्याहारे स्थितस्य दीर्घो दीर्घादेशः भवति द्रलोपे इति द्वन्द्वगर्भ उपपद तत्पुरुषसमासः ढा च रेफ च ड्रौ इतरेतरद्वन्द्वः द्रौ लोप लोपयति इति ड्रलोपः तस्मिन् ड्रलोपे ड्रलोपः गर्भद्वन्द्वः उपपदतत्पुरुषः ड्रलोपे सप्तम्यन्तं पूर्वस्य षष्ट्यन्तं दीर्घः प्रथमान्तम् अनः षष्ट्यन्तम् अनेकपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं ड्रलोपे पूर्वस्य अनः दीर्घः तत्र ढकारः रेफः लोपे भवति तदनन्तरं पूर्वस्य स्थितः अनः दीर्घः भवति इति उक्तम् अग्रे पठामि वा भगिनि आमाम् इदानीं रोरि इति सूत्रम् अवगतं खलु रेपे परे पूर्वं स्थितस्य रेपस्य लोपः इत्युक्ते र र इति द्वयमस्ति चेत् परं र वर्तते पूर्वमपि र वर्तते परं र वर्तते इति कृत्वा पूर्वस्य रेपस्य लोपः इति रोरि इति सूत्रम् यथा तत्र डोडे लोपः इति एकं सूत्रमस्ति खलु तद्वत् एव अत्रापि डकारे परे पूर्वतनढकारस्य लोपः यथा तद्वत् रेपे परे पूर्वतनरेपस्य लोपः इदानीं ड्र लोपे पूर्वस्य दीर्घोणः इति सूत्रार्थः कः न श्रूयते भगिनि न श्रूयते न श्रूयते भगिनि अस्तु तर्हि उषा भगिनी पठतु अत्र ड्रलोपे पूर्वस्य दीर्घोणः ढलोपे पूर्वस्य दीर्घोणः ढ रेपयोः लोपनिमित्तयोः पूर्वस्य अणः दीर्घः ढकाररेफयोः लोपस्य निमित्तक ढकाररेफे परे अण् प्रत्याहारे स्थितस्य दीर्घ आदेशः भवति ढ लोपे इति द्वन्द्वगर्भ उपपदतत्पुरुषसमासः ढ च ऋ च ढ्रौ इतरेतरद्वन्द्वः ढ्रौ ढ्रौ लोपयति इति ढ्रलोपः तस्मिन् ढ्रलोपे ढ्रलोपः गर्भद्वन्द्वः ढ्रलोपः गर्भद्वन्द्वः उपपदतत्पुरुषः ढ्रलोपे सप्तम्यन्तं पूर्वस्य षष्ट्यन्तं दीर्घः प्रथमान्तम् अणः षष्ट्यन्तम् अनेकपदमिदं सूत्रं सूत्रं स्वयं सम्पूर्णं ढ्रलोपे पूर्वस्य अणः दीर्घः ढकाररेफयोः लोपः जातः चेत् तस्य पूर्वं यत् अण् अस्ति तस्य दीर्घः भवति इति सूत्रं वदति ढ्रलोपे पूर्वस्य दीर्घोणः ढ्रलोपे पूर्वस्य डकार रेप लोपं लोपम् अभवत् लोपः अभवत् चेत् तस्य पूर्वं यत् अण् अस्ति तस्य दीर्घः इति अस्य डकार रेपयोः लोपस्य निमित्तक डकार रेपे परे डकारः अथवा रेपे परः अस्ति चेत् डकार पूर्वडकारः अथवा रोपः लोपम् अभवत् चेत् तस्य पूर्वस्य अण् प्रत्याहारे स्थितस्य अण् वर्णस्य दीर्घ आदेशः भवति द्वन्द्वगर्भ उपपदतत्पुरुषसमास तत् किं किम् उपपद ड्रलोपे सप्तमी विभक्ति इति न अत्र ड्रलोपे समास न पश्यतु तत्र इतरेतरद्वन्द्वः अस्ति ड च र च ड्रौ ड्रौ इति इतरेतरद्वन्द्वः ड्रौ लोपयति इति ड्रलोपः इति उपपदतत्पुरुषसमासः ड्रौ लोपयति इति उपपदतत्पुरुषसमासः उपपदतत्पुरुषसमासस्य गर्भे द्वन्द्वसमासः अस्ति ड च र च तर्हि ड्र लोपः कः ड्रलोपः कः इत्युक्ते किं डकार अथवा रेफः लोपः अभवत् चेत् डकार ड्र ड्रौ लोपयति खलु तर्हि अत्र इदानीम् उदाहरणे अस्माकम् उदाहरणे अवरी अवरी अवरी किमस्ति अवरी वर् अवरी वर् इति अस्ति खलु तत्र रोरि इत्यनेन पूर्वतनरेपस्य लोपः जायते इदानीम् अवरी वर् इति अस्ति तत्र अत्र ड्रलोपः कः अथवा रलोपः कः रलोपः पूर्वस्थितस्य डठुक् तस्य लोपः न अत्र ड्रलोपः इत्युक्ते परं यः रेपः अस्ति तस्य विषये वदन् अस्ति यतोहि तदेव पूर्वतनरेपस्य लोपं कारयति खलु ओ ओ ओके ओके अतः यत् उत्तरम् अस्ति तदेव भगिनि, यत् उत्तरमस्ति तदेव कारयति इति कृत्वा लोपः तदेव तत्र ड्रलोपः अस्ति, ड्रलोपः अस्तु इति रूपः. तादृश तादृशरेपः परः यः वर्तते चेत् पूर्वस्य अणः दीर्घः. पूर्वस्य अणः अत्र वरी वर् ड्रलोपे पूर्वस्य दीर्घणः इत्यनेन वर् इति अकारस्य दीर्घः आकारः भवति, वरी वार् इति भवति, अण् वर्णः अस्ति अकारः. भगिनी अत्र ड्रलोपः इति आवरी वर् इत्यत्र रेपात् परः रकारः अन्तिमरेपः इति एव इति एव ड्रलोपः अस्ति खलु, इति एव ड्रलोपः अस्तु. यतोहि तदेव लोपयति खलु डकारः, डकारम् अथवा रेपं यद् लोपयति तदेव ड्रलोपः, ड्रलोपः. तादृश ड्रलोपे परे पूर्वं स्थितस्य अणः दीर्घः. अन्तिम अन्तिमरेपः एव तत्र ड्रलोपः अस्ति न भगिनि? अन्तिम रेपः एव ड्रलोपः अस्ति अथवा ड्रलोपः इति सामान्यतया वदामः, वस्तुतः रलोपः, रलोपः सत्यं रलोपः तदेव रोलोपः. यतोहि पूर्वतनरेपं लोपयति इति कृत्वा रलोपः. तादृश रलोपे परे पूर्वतन अणः दीर्घादेशः, पूर्वस्य अणः दीर्घादेशः. अस्तु सम्यक् भगिनि. अत्र उपपद इति संज्ञा, दट् उपपदसंज्ञा सप्तमी विभक्ति, दट् दट् सेक्षन् दट् सूत्र अस्ति वा भगिनि? आमामाम्. अत्र केन सूत्रेण भवति इति वदति वा, पृच्छति वा? तत्तु तत्तु द्रष्टम् इत्युक्ते अत्र केन सूत्रेण भवति इत्युक्ते पाणिनीयसूत्रे किमपि अस्ति खलु, अतः अत्र ड्रौ लोपयति इति यथा कुम्भं करोति इति कुम्भकारः, एवं ड्रौ लोपयति इति तत्र तु अण् प्रत्ययः. इदानीं ड्रलोपयोगः अण् इति अस्ति, तर्हि ड्रलोपः इति तत्र औपपदसमाससूत्रे केन सूत्रेण भवति इति द्रष्टव्यं, चिन्तनीयम् इत्युक्ते तादृशसूत्रमस्ति वा इत्यपि चिन्तनीयम्. यतोहि पाणिनीयसूत्रेषु पाणिनीयसूत्रं कार्यं करोति सर्वदा इति नास्ति खलु, तत्र विकल्पः अस्ति. अतः तद् तदर्थं सूत्रमस्ति वा न वा इति न जाने, परन्तु ड्रौ इति पदं तु कर्मपदमस्ति, लोपयति इति पदस्य कर्मपदमस्ति ड्रौ. अतः यथा कुम्भं करोति इति तद्वत् अत्र चिन्तयितुं शक्नुमः, ड्रौ लोपयति इति ड्रलोपः. अस्तु भगिनि, अस्तु तर्हि अग्रे अरुणा भगिनी पठति वा अग्रिमपरिचय किं किं भगिनि? नास्ति, किमपि वक्तव्यं भगिनि? ड्रौ लोपयति इति किमर्थं भगिनि? यतोहि तदेव निमित्तमस्ति खलु, तेन निमित्तेन लोपं कारयति खलु. ड्रौ इत्यस्य एव लोपः नास्ति खलु, ड्रौ परे पूर्वतनडकारस्य रेपस्य लोपः, अतः तादृशरेपस्य लो डकारस्य लोपं कारयति निमित्तरूपेण. न यथा रोरि इति सूत्रम् अस्ति तद्वत् ढकारस्य ढकारे परे तस्यापि सूत्रम् अस्ति, ड्रलोपे सति पूर्वस्य दीर्घो न इत्यपि भवितुम् अर्हति खलु. ड्रलोपे सति इति वा, ड्रलोपे सति पूर्वस्य अणः दीर्घोणः इति एवं वक्तुं शक्नोति. ड्रलोपे सति न, ड्रलोपे इत्युक्ते डकार न, इदानीं लोपः जातः चेत् पूर्वं इदानीं मम पुरतः डकारः रेपः नास्ति, तत्र पूर्वतन अणः दीर्घः इति कथं वक्तुं शक्यते? इदानीं किमपि नास्ति, डकारस्य रेपस्य लोपः जातः, इदानीं मम पुरतः अवरीवर् इति अस्ति, तर्हि इदानीम् अवरीवर् इति इत्यस्मिन् विषये सूत्ररूपेण वक्तव्यं चेत् कथं वक्तुं शक्नुमः? यद् लुप्तः तस्य विषये वक्तुं शक्नुमः वा? यद् अस्ति तस्य विषये एव वक्तुं शक्नुमः खलु, अभिज्ञातुं पुत्रस्य कार्यं भवति वा न वा इति अभिज्ञातुम् अत्र यदस्ति तद् आधारेण एव वक्तव्यं खलु निमित्तरूपेण. अत्र किम् अस्ति अस्माकं पुरतः? अस्माकं पुरतः तु रेपः एव अस्ति. अतः तादृशरेपः कः? पूर्वं रेपं लोपयति तादृशरेपः इति वक्तुम् इच्छति, अथवा पूर्वतनरेपं रेपस्य लोपं करोति इति द्रलोपः इति एवं रीत्या वक्तुं शक्नुमः. इत्युक्ते भवती वक्तुमिच्छति ड्रलोपे सति पूर्वस्य अणः दीर्घः, परन्तु ड्रलोपः इदानीं न जातः खलु, पूर्वमेव जातः खलु. इत्युक्ते भवती वदति प्रक्रिया अवगन्तव्या, पूर्वं जातमिति अवगच्छामः चेत् तदनन्तरं तत्पश्चात् अणः दीर्घः इति भवती वक्तुमिच्छति, परन्तु अत्र अवरिवर् इत्यस्मिन् प्रसङ्गे कुत्र रेपः लुप्तः, तस्मात् पूर्वं कुत्र अण् अस्ति इति स्पष्टता नास्ति खलु भगिनि. इत्युक्ते पूर्वतनसूत्रं रोरि इति सूत्रं ज्ञातव्यं, तदानीमेव एवं वक्तुं शक्नुमः. परन्तु प्रत्येकं सूत्रं स्वतन्त्रतया कार्यस्य निर्माणं कुर्यात्, पूर्वतनसूत्रम् आधारीकृत्य न खलु. ड्रलोपे परे अपि भवति इति चिन्तयामः, बट् किन्तु अत्र लोपयति इति उपपदसमासः समासेन अन्तिम ढकार ढकाररेपस्य एव विवक्षा इति. न ढकाररेपलोपे परे इति इत्युक्ते तादृश डकारः रेपः परः वर्तते, कीदृशः सः इति चेत् यः डकारः डकारं वा रेपं वा लोपयति तादृशडकारः रेपः परे, तर्हि ड्रलोपे परे. लोपः भवति अपि डकाररेपस्य, डकार लोपः कारयति अपि डकाररेपः एव, अतः कश्चन भ्रमः. न, लोपः तु पूर्वतसूत्रेण भवति खलु, अनेन सूत्रेण न भवति खलु. नकाररेपस्य लोपः अनेन सूत्रेण न भवति. अत्र तु काशिकायां किम् उक्तम् इति चेत् बहुव्रीहिसमासरूपेण उक्तं, तदपि सम्यक् भाति. अत्र इतोपि स्पष्टता भवति, पश्यतु डकाररेपयोः लोपः यस्मिन् सः ड्रलोपः. यस्मिन् इत्युक्ते यस्मिन् शब्दे इति वा? यस्मिन् यस्मिन् सः डकाररेपयोः लोपः यस्मिन् सः ड्रलोपः इत्युक्ते अत्र अत्र ड्रलोपः इत्युक्ते किम् अस्ति? बहुव्रीहिसमासरूपेण वदामः चेत् ड्रलोपः इत्युक्ते किम् अस्ति? ड्रलोपः कस्य विशेषणं? शब्दस्य रेफस्य. इदानीं बहुव्रीहिसमासः कस्य विशेषणम्? अन्यपदार्थविशेषणम्. तदस्ति, तदन्यपदं किम् अस्ति? यः शब्दः लुप्तः वा, यः शब्दः लुप्तः वा, यः शब्दः तिष्ठति तद् डकाररेपयोः लोपः लोपः यस्मिन् यस्मिन् सः इति अत्र उक्तं. यत् तिष्ठति तत् तस्य एव विशेषणम्. यत् तिष्ठति तस्य एव विशेषणम् इति भाति खलु. अवरि वर् इति अस्ति, तस्मिन् रेफः लोपः अभवत् यतोहि पूर्व परे रि अस्ति इति कृत्वा, तस्मिन् इदानीं ड्रलोपः अभवत् इति शब्दस्य एव, शब्दः वा पदं वा इत्युक्ते परः यः डकारः अथवा रेपः अस्ति सः एव ड्रलोपः अस्ति खलु. अस्तु, अस्य विषये चिन्तनं कर्तुं शक्नुमः. इतोपि किञ्चित् अत्र चिन्तयामः, ड्रलोपे इत्यस्य अर्थः कः अत्र इत्युक्ते काशिकाकारः बहुव्रीहिसमासरूपेण अत्र उक्तः अस्ति, परन्तु सिद्धान्तकौमुद्यां तु उपपदसमासरूपेण उक्तमस्ति. तर्हि तयोः भेदः कः, किं समीचीनम् इति चिन्तनं कुर्वन्तु. इतः अग्रे अग्रिमसप्ताहे कर्तुं शक्नुमः. अत्र ड्रलोपे पूर्वस्य दीर्घगुणः इत्यत्र. आम्, क्षम्यताम्. लाचि इत्यत्र कश्चन संशयः. मया उक्तम् अलालान् इति उक्तवती. अत्र चोः कुः इत्यस्यापि प्रसक्तिः वस्तुः अस्ति. अत्र संयोगान्तस्य लोपः अपि च चोः कुः अनयोः परसूत्रं खलु, अतः सिद्धम् 8-30 अस्ति. पूर्वसूत्रम् अस्ति इति कारणात् एव कार्यं करोति. आमां, परसूत्रम् असिद्धं, सत्यं, पूर्वत्र असिद्धम्. धन्यवादः. तर्हि अत्र ड्रोलपे पूर्वस्य दीर्घगुणः इति सम्यक् अस्ति सूत्रं. चिन्तनं कुर्वन्तु कीदृशसमासः युक्तः अस्ति, समासस्य अर्थः कः इति चिन्तनं कुर्वन्तु. अहमपि चिन्तयामि. धन्यवादः. धन्यवादः. नमस्कारः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः. नमस्कारः.